नमस्कारः सर्वेभ्यः. अद्य न्यायचिन्तनवर्गे सर्वेषां स्वागतम्. इदानीं वयम् एकादशाधिकद्विशततमे पुटे स्मः. तत्र स्थूलक्षरैः विषयः लिखितः, अभिधेयत्वस्य केवलान्वयित्वम् इति. तत्र रमप्रिया भगिनी पठितुमिच्छति वा आरम्भतः? आम् महोदय. अभिधेयत्वस्य केवल अन्वयित्वम् इयम् अभिधा इच्छारूपा इति ज्ञानादिवत् इव सविषया भवति. स्वविषयनिष्ठविषयतानिरूपिका इत्यर्थः. क्व अभिधायः विषयता वर्तते जगति सर्वत्र, घटे पटे मठे पुस्तके. क्व नास्ति विषयता, किं बहुना स्वस्मिन्नपि अस्ति. यद्हि अभिधापदं तस्य बोध्यतां स्वस्मिन् एव इयम् अवगाहते, किमुत अन्यपदार्थेषु? एवंविध अभिधाविषयत्वमेव अभिधेयत्वं, तच्च सर्वत्र अस्ति. तस्य अभावः अप्रसिद्धः शशविषाणवत्. अत्र अभिधेयत्वस्य केवल अन्वयित्वम् इति शीर्षकमस्ति. एतद् अभिधाविषये वयं पूर्वमपि पठितवन्तः. घट अभिधेयः प्रमेयत्वात् इति आकारः आसीत्. आम्, तत्र एतत् अभिधा इत्युक्ते इच्छारूपा. तत्र एव वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः, अभिधा इत्यस्य ईश्वर इच्छा इति अर्थः. पदपदार्थयोः विशिष्ट इच्छा इति अपि दृष्टवन्तः. तदेव इदानीम् इच्छारूपा इति ज्ञानादिवत् इव सविषया भवति. एतद् अभिधा यद् इच्छारूपा अस्ति, तद् ज्ञानस्य इव सविषया भवति. सविषयपदार्थः भवति. अस्तु. स्वविषयनिष्ठविषयतानिरूपिका इति अर्थः. अभिधा विषयनिष्ठविषयतानिरूपिका. अभिधा स्त्रीलिङ्गम्, अतः निरूपिका इति अर्थः. अभिधानिष्ठविषयतानिरूपित विषयिताश्रयः इच्छा, तादृशम् आगच्छति. अस्तु. क्व अभिधायाः विषयता वर्तते, कुत्र अभिधायाः विषयता कुत्र वर्तते इति प्रश्ने सति, जगति सर्वत्र अभिधायाः विषयता वर्तते. घटे पटे मठे पुस्तके, सर्वत्र अभिधायाः विषयता वर्तते. कुत्र नास्ति विषयता इत्युक्ते, किं बहुना स्वस्मिन्नपि अस्ति. स्वस्मिन् इत्युक्ते अभिधायाम् अपि अस्ति विषयता. कुत्रापि इत्युक्ते सर्वत्र अस्ति, कुत्रापि नास्ति इति न. अनन्तरं यद्हि अभिधापदं तस्य बोध्यतां स्वस्मिन् एव इयम् अवगाहते. अभिधा इति यद् पदं, तस्य बोध्यतां स्वस्मिन् एव इयम् अवगाहते. अवगाहते इत्युक्ते विषयीकरोति. इयं विषयीकरोति, किं विषयीकरोति इत्युक्ते स्वयम् अपि विषयीकरोति. स्वस्मिन् अपि अस्ति इति कृत्वा तद् अभिधापदं स्वयम् अपि बोध्यते. स्वयम् आम् किम् उत अन्यपदार्थेषु? अन्यपदार्थेषु किम् उत? किम् उत इत्युक्ते तस्मिन् विषये किम् अस्ति इति वा? स्वस्मिन् एव अस्ति, तर्हि अन्यपदार्थानाम् उदाहरणं किमर्थम्? अस्तु, किमर्थम् अन्य? अस्तु. एवंविध अभिधाविषयत्वमेव अभिधेयत्वम्. अस्तु, अभिधायाः यद् विषयत्वम् अस्ति तदेव अभिधेयत्वं, तच्च सर्वत्र अस्ति. तत् अभिधेयत्वम् इति यद् अभिधायाः विषयत्वम् अस्ति तत्तु सर्वत्र अस्ति, तस्य अभावः इत्युक्ते अभिधायाः अभावः अप्रसिद्धः. यथा शशविषाणवत्, यदा शशस्य शृङ्गः अस्ति इति यद् अप्रसिद्धः, तादृशमेव अभिधायाः अभावः अप्रसिद्धः. यथा शशविषाणवत्. एतत् किं बहुना इत्युक्ते कीदृशपदं महोदय? तत् किं अत्र विषयता कुत्र कुत्र अस्ति इति सः वदन् आसीत् खलु, घटे पटे मठे कुत्र नास्ति विषयता. किं किं बहूनां विषयाणां वक्तव्यं? स्वस्मिन्नेव अस्ति. अस्तु अस्तु. अभिधादिपदे अपि अभिधायाः इच्छायाः बोधगता अस्ति. स्वमेव उदाहरणम् अभिधापदम्. अभिधापदे या इच्छा अवगाहते तत् स्वयमेव तदिच्छा अस्ति खलु. इच्छया एव तदेव ईश्वरस्य इच्छया एव अभिधापदम् इच्छा विषये करोति खलु. तत्र इच्छायाः विषयता स्वस्मिन् पदे अभिधापदे एव अस्ति इति वक्तुमिच्छति. अन्यत्र तु अस्ति, अन्यपदार्थेषु अस्ति एव, किन्तु स्वस्मिन् एव अस्ति. तर्हि किमर्थं भिन्न उदाहरणं शोधनीयम्? किमर्थं? यथा मया चिन्तनमेवमासीत्, पदम् इति पदमस्ति खलु, पदं पदस्य उदाहरणं किं? घट पट मठ. पदं स्वयमेव उदाहरणमस्ति खलु पदस्य. तादृशं किं बहुना महोदय, मम चिन्तनं वक्तुं शक्नोमि वा? अवश्यं वदतु भगिनि. अस्तु, अहं यथा वर्गे महोदय उक्तवान् घटपदनिष्ठविषयता निरूपतिविषयता आश्रय इच्छा, तत् इच्छा वयम् अभिधा वदामः, साधु या ईश्वर इच्छा अस्ति. घट पद इच्छा निरूपति अपि घटपदार्थ, सो घटपदार्थनिष्ठविषयता अपि निरूपति विषयता आश्रय इच्छा. इदानीं घटपद यदि वयम् अभिधा इति वदामः, बिकास् यत् अभिधा इत्युक्ते यत् कथनं योग्य अस्ति साधु, बोधकस्य वचनैः यत् भवति, सो घटपद अभिधायां वयं तत्र अभिधा लिखामः. घट सो अभिधानिष्ठविषयता निरूपतिविषयता आश्रय इच्छा, सो अत्र इच्छा स्वस्मिन् एव इच्छा इति आगच्छति साधु. तत् साधु अस्ति मम चिन्तनं. यथा घटपदं घटपदार्थं बोधयति, पटपदं पटपदार्थं बोधयति, अभिधापदं किं बोधयति? इच्छा एव बोधयति. अभिधा इच्छा इत्युक्ते इच्छा एव बोधयति. सो घट सो अभिधा भवति निरूपिका साधु. यदा घटपद तत्र वयम् अभिधा लिखामः तद् इच्छाया वा अभिधा निरूपिका भवति. कथं घटपदे बोधकता अस्ति, घटपदार्थे बोध्यता अस्ति, घटपदार्थमपि निरूपकं भवति न इच्छायाः? न, इच्छायाः कार्यं किं? घटं घटपदं घटपदार्थं तयोः किं सम्बन्धः? द्वयोः सम्बन्ध साधु. ईश्वरः उक्तवान् अस्तु घट इति पदेन घटपदार्थं बोधयतु, घटपदं घटपदार्थं बोधयतु, पटपदं पटपदार्थं बोधयतु इति ईश्वरस्य इच्छा. तर्हि पटपदे घटपदे बोधगता अस्ति, बोधकता बोधनस्य शक्तिः अस्ति, किं बोध्य किं पदं बोध्यता कुत्र अस्ति पदार्थे? सो नूतनम् इति भवति घटपद निरूपति घटपदार्थ अस्ति, घटपदं घटपदार्थं निरूपयति कथं कथं उक्तवती घट घटपदनिष्ठ? प्रथमं वयम् उक्तवन्तः इच्छाया घटपदमपि अस्ति घटपदार्थम् इच्छा द्वे घटपदार्थमपि निरूपति घटपदमपि निरूप्यति. यदि यदि वयं घटपदपदार्थयोः सम्बन्धं स्वीकुर्मः तत्र इच्छा इति पदानां बोधकत्वं सा एव इच्छा खलु. घटपदे वयम् अभिधा लिख घटपदस्य स्थाने अभिधा आगच्छति तत्र पुनः घटपदं वाच्यम् एव अभिधा अस्ति साधु. यत्र अभिधा पदं पदरूपेण अभिधा स्वीकुर्मश्चेत् पदरूपेण अभिधा पदं किं बोधयति? इच्छा अभिधा एव बोधयति, त्वमेव बोधयति इति तस्य तस्मिन् अपि पदेषु बोधकत्वं भवेत् इति यथा पदमस्ति घटमट इति पदमेव नास्ति तर्हि किमपि न बोधयति. काल्पनिकपदं वदामि किमपि घटपट इति तदा किमपि पदार्थः नास्ति तादृशपदार्थः तर्हि किमपि न बोधयति. किन्तु घट इति पदं तस्य पदार्थः अस्ति, तस्य सम्बन्धितः पदार्थः अस्ति एव घटः अस्ति घटपदार्थः अस्ति. तथा अभिधा इति पदं तस्मिन् शक्तिः अस्ति, किं बोधयति? अभिधा एव बोधयति, इच्छा एव बोधयति. सो अभिधेयत्वं विषयत्वम् एव भवति यत् विषयता विषयत्वम् एक सो अभिधेयत्वं विषयता स्थाने अभिधेयत्वम् आगच्छति तत्र अभिधा इत्युक्ते किं पदवाच्यत्वम् अभिधेयत्वम् इत्युक्ते पदवाच्यत्वं पदेन किं वक्तुं शक्नुमः नामकरणं कर्तुं शक्नुमः सा शक्ति अभिधेयत्वम् इति सङ्गणकम् इति पदं सङ्गणकपदार्थं बोधयतु इति आधुनिक प्रयोगः अस्ति खलु. ऐफोन् इति कस्य प्रयोगः? आपल् कम्पनी सः कोऽपि उक्तवान् एषा दूरवाण्या एतस्याः दूरवाण्याः नाम ऐफोन् भवतु. तस्य इच्छा कस्यापि इच्छा तत्र अस्ति खलु. तस्य इच्छया ऐफोन् इति पदम् ऐफोन् दूरवाणीं बोधयति तथा एव सर्वत्र साधु. अस्तु अग्रे कः पठति? सरलभगिनी पठति वा अत्र अग्रे याच याच अभावघटिता व्याप्तिः साध्याभावव्यापकीभूत व्यापकीभूताभावप्रतियोगित्वरूपा तत्र साध्याभावप्रविष्ट इति निरूपितम् एव. प्रकृते च अभिधेयत्वम् अस्ति सर्वत्र इति तत् अभावः ज्ञात्वा या व्याप्तिः ज्ञात्वा सा ज्ञातुं न शक्यते. पूर्वं हि वैन्यभावं हृदे ज्ञात्वा तत्र धूमाभावम् अपि ज्ञातवान्, ततः तत् प्रतियोगित्वं धूमे ज्ञातम् इति धूमे व्यतिरेकव्याप्तिः सुज्ञेया इति निरूपितम्. प्रकृते तु साध्याभावस्य शश विषाणवत् अप्रसिद्ध्या न स क्वापि ज्ञातुं शक्यः इति नितरां तत्र हेत्वाभावः. तत्त्वप्रतियोगित्वं वा हेतौ सम्भवति, अतः इह व्यतिरेकघटितव्याप्तिग्रह न सम्भवति इति अयं हेतु केवलान्वयी इति कथ्यते. पङ्क्तिश वदामि, या च अभावघटिता व्याप्ति स्वाध्याभावव्यापकी भूता भावप्रतियोगितारूप तत् साध्याभावप्रविष्ट इति निरूपितम् एव. वयं व्यतिरेकव्याप्ति तस्य लक्षणवाक्यमस्ति साध्याभावव्यापकी भूताभावप्रतियोगित्वरूपा इति अस्ति व्यतिरेक व्यतिरेकव्याप्तिः. व्यतिरेकव्याप्ति कथं वयं साधितवन्तः, यस्य साध्याभावस्य अभावः अस्ति, साध्याभावः अस्ति व्याप्याभाव व्यापकीभूत भवति यथा वहन्याभाव, व्यापकीभूताभाव अस्ति हेत्वाभाव अस्ति धूमाभाव, तस्य अधिकदेशवृत्तिः अस्ति. तत् यत्र धूमाभाव अस्ति तस्य प्रतियोगित्वं धूमे आगच्छति इति वयं दृष्टवन्तः. सो तत्र साध्याभाव प्रविष्ट इति निरूपितमेव. सो साध्याभाव आदाय वयं पृष्ठसङ्ख्या अष्टाधिकद्विशततमे पुटे तत्र वयं निरूपणं कृतवन्तः. इति अस्ति यत्र साध्याभावः तत्र हेत्वा, यत्र हेत्वाभावः साध्याभावः तत्र हेत्वाभावः इति वाक्यमस्ति व्यतिरेक व्याप्ति प्रति. प्रकृते मीन्स् अस्माकम् उदाहरणमस्ति अभिधेयत्वं. प्रकृते च अभिधेयत्वम् अस्ति सर्वत्र. इदानीं वयं उक्तवन्तः ईश्वर इच्छा अभिधा अस्ति, तस्य अभिधेयत्वं जगति सर्वत्र वर्तते. अभिधेयत्वं सर्वत्र अस्ति, तद् अभावः ज्ञात्वा वा व्याप्ति ज्ञात्वा सा ज्ञातुं न शक्यते. यत्र अभिधेय स्य अभावः एव नास्ति तत्र व्याप्ति अभावः कथं वयं तस्य ज्ञानं प्राप्तुं शक्नुमः. यत्र अभिधेयं वयं यथा घटो अभिधेय प्रमेयत्वात् इति उक्तवन्तः, तस्मिन् अभिधेयम् अभिधेयत्वम् इति साध्यम् अस्ति. यत्र साध्यं साध्यस्य अभावः एव नास्ति तत्र व्याप्ति वयं अभाव आदाय व्यतिरेकव्याप्ति तस्य ज्ञानं न प्राप्तुं शक्नुमः. पूर्वं हि वैन्याभावः हृदये ज्ञात्वा सामान्य यदि वयं अस्माकम् उदाहरणमस्ति यत्र वैन्याभावः तत्र धूमाभावः, वैन्याभावः आदाय यत्र वैन्याभावः हृदये इति अस्ति तस्य तत्र धूमाभावः अपि अस्ति, कारणं कि तत्र वैन्याभावस्य यत् अधिकरणम् अस्ति तस्य अधिकरणस्य धूमाभावे प्रतियोगित्वं नास्ति, धूमाभावे धूमस्य प्रतियोगित्वम् अस्ति इति वयं दृष्टवन्तः. तत् प्रतियोगित्वं धूमे ज्ञातम् अस्ति, धूमे व्यतिरेकव्याप्ति सुज्ञेया इति निरूपितं तथा इदानीम् अहम् उक्तवती. सो धूमाभावः तत्र धूमस्य प्रतियोगित्वम् आगच्छति. सो प्रकृते तु इत्युक्ते अभिधेयत्वे तु साध्याभावस्य शश विषाणवत् वा हेतु सम्भवति. सो प्रति यदि अभिधेयत्वं शश अप्रसिद्ध्या न स क्वापि ज्ञातुं शक्य इति नितरां तत्र हेत्वाभावः. यत्र अभिधेयत्वं सर्वत्र अस्ति सर्वदा अस्ति तत्र मीन्स् कदापि साध्याभावः न भवितुं शक्नोति. सो यदि अभिधेयत्व स्वभावः वयं वदामः तस्य तुलना कृतमस्ति शश विषाणवत्, शशस्य शृङ्ग नास्ति. सो यदि शश शृङ्ग वदामः तत्र साध्याभाव अभिधेयस्य साध्याभावः यदि वदामः इति अप्रसिद्धं भवति, यथा शश विषाणम् इति भवति तत् भवति अप्रसिद्धात्. यत्र साध्याभावः एव नास्ति तु कथं हेत्वाभावस्य चिन्तनं भवति इति न भवति इति वार्ता अति अत्र. तत्र प्रतियोगित्वं वा हेतुः सम्भवति वा, यदि हेतोभावः नैव अस्ति तत्र हेतो प्रतियोगित्वमपि न आगच्छति. यदि एक यथा महोदय उक्तवान् यत् सर्वे अवयवाः सन्ति, साध्याभाव एक अवयम् अत्र व्याप्यभाव व्यापकीभूत इति हेतोभाव इति अस्ति व्यापक अन्यत्र अन्वयः भवति अवयवः भवति. तृतीय अवयम् अस्ति प्रतियोगित्वं यथा हेतो अस्ति भूमे अस्ति इति. सो यत् एक प्रथम अभाव एव अस्ति, सो अन्य अभाव अपि वर्तन्ते तत्र वर्तन्ते. एक अभाव अप्रसिद्ध अस्ति तु अन्य अभाव स्वयमेव अप्रसिद्धा भवन्ति इति वार्तासि. अतः तत्र यत्र साध्याभाव एव न वर्तते तत्र व्यतिरेक व्याप्ति न आगच्छति. सो इति भवति अत्र. अतः हेतु केवल अन्वयी इति उक्तवन्तः पदार्थः अस्ति. समीचीनम् एकः प्रश्नः अन्तिम यत् वाक्यमस्ति, अतः एय व्यतिरेकघटितव्याप्तिग्रह न सम्भवति इति अयं हेतु केवल अन्वयि अयम् इति किम् अस्ति? अयं हेतुः अभिधेयत्वं किं भवान् दृष्टवान् अभिधेयत्वम् अस्ति वा प्रमेयत्वं तत्र किम् आगच्छति? अत्र हेतुः प्रमेयत्वमेव किन्तु अत्र केवलं अभिधेयत्वस्य साधने आगच्छति केवल अन्वयीपदार्थ साधु. हा किन्तु कीदृशहेतुः? साध्य अभावव्यापकीभूत अभाव प्रतियोगित्वरूपहेतुः अस्ति खलु? आम् तादृशहेतुः. तर्हि यस्मिन् हेतौ साध्य अभावव्यापकीभूत इति अस्ति, किन्तु साध्य अभावः एव अप्रसिद्धः तदेव नास्ति, तर्हि साध्य अभाव अधीना व्यापकीभूत अभावः कथं सम्भवति? पुनः पश्यामः. अग्रे लक्ष्मी भगिनी स्वशब्दैः वदति वा, पुनः पठतु इफ् यु वाण्ट् इच्छति चेत्. हरि ओम् अस्ति खलु? नास्ति वा? श्रूयते महोदय? अस्तु न श्रूयते. श्रूयते वा? इदानीं श्रूयते. ओ अस्तु, अवश्यं चेत् पुनः पठतु. आम् अस्तु, प्रयत्नं करोमि. अत्र अस्मिन् परिच्छेदे अस्तु विषयः अस्ति साध्य अभावः. अत्र अत्र घटो विधेयः प्रमेयत्वात् अत्र अभिधेयः इति साध्यः साध्य केवल अन्वयी पक्षे स्तरे सर्वदा तत्र अत्र अभिधेयत्वं साध्यः न तु अभिधेयः. ओ अस्तु, अभिधेयत्वम् इति साध्यः. आम् अस्तु, सो केवल अन्वयी स्तरे तत्र सर्वदा अभिधेयत्वस्य अभिधेयत्वस्य अभावः कदापि न भवति इति सारांशेन सारांशेन उक्तं सारांशेन वक्तुं शक्नुमः. अत्र अस्मिन् परिच्छेदे किम् इति एकनिमिषं पठित्वा एव वदामि महोदय. अस्तु, यश अभावघटिताव्याप्तिः साध्या अभाव व्यापकीभूत अभावप्रतियोगित्वरूपा तत्र साध्याभावः प्रविष्टः इति निरूपितम् एव. अत्र अभावघटितव्याप्तिः इत्युक्ते अभावे अभावपक्षे व्याप्तिः यत् अस्ति या अस्ति इत्युक्ते यदा वदामः यत् यत्र यत्र वह्नेः धूमा यत्र यत्र वह्निः धूमाभावः तत्र तत्र वह्नि अभावः इति वदामः. विपरीतं खलु, विपरीतम् आमां, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति वदामः. तत्र तत्र अपि व्याप्तिः नाम सम्बन्धः वह्नि अभावः धूमाभावयोः मध्ये यत् सम्बन्धः अस्ति व्याप्तिः, तत् तत्र तादृश तत् सा व्याप्तिः अस्याः व्याप्तेः स्वरूपमस्ति साध्याभावव्यापकीभूतभूताभावप्रतियोगित्वरूपा इति. इत्युक्ते साध्याभावः साध्याभावः अस्तु अस्मिन् स्थले हेत्वाभावः एव व्यापकः. साध्याभावः हेत्वाभावस्य हेत्वाभावेन व्यापकीभूतः व्यापकीभूतप्रतियोगित्वं साध्याभावव्यापकीभूतप्रतियोगित्वं हेतौ अस्ति इति. साध्याभावव्यापकीभूत अभाव प्रतियोगित्वरूपा इति व्याप्तेः लक्षणम् अस्तु. तादृशव्याप्तिः हेतौ अस्ति, तादृशव्याप्तिः हेतौ अस्ति. आम् आम्, तत्र साध्याभावः प्रविष्टः इति निरूपितमेव. तत्र साध्याभावः कुत्र प्रविष्टः इति कुत्र प्रविष्टः तत्र दीर्घपदे साध्याभावः. अस्तु दीर्घपदे अस्तु. आमां, साध्याभावनिष्ठ सर्वमस्ति खलु तत्र. आमाम् आमाम्, ओ दीर्घपदे इत्युक्ते व्याप्तेः लक्षणवाक्ये एव अभावघटितव्याप्तेः लक्षणवाक्ये एव साध्याभावः अपि प्रविष्टः. अस्तु अस्तु, अस्माकं मूलविषयः अस्ति अभिधेयत्वम्. अभिधेयत्वमेव साध्यम्. अभिधेयत्वम् अधुना अभिधेयत्वं सर्वत्र अस्ति. अभिधेयत्वं सर्वत्र अस्ति. तदभावं ज्ञात्वा या व्याप्तिः ज्ञातव्या सा ज्ञातुं न शक्यते. अभिधेयत्वस्य अभावः अभावः अस्ति इति वदामः चेत् तस्य व्याप्तिः इति ज्ञातव्यः, किन्तु तत् व्याप्तिः कदापि न ज्ञातुं शक्यते, ज्ञातुं न शक्यते. किमर्थम् इति अग्रे पश्यामः. अत्र एकनिमिषं भगिनि, अत्र साध्य अभावव्यापकीभूत इति पदमस्ति खलु, दीर्घपदं दीर्घपदम्. तत् आरम्भे साध्य अभावव्यापकी इति अस्ति. साध्यस्य स्थाने अभिधेयत्वम् इति योजयामश्चेत् तर्हि अभिधेयत्व अभावव्यापकीभूत इति पदमागच्छति खलु. तत्र आरम्भे अभिधेयत्व अभावव्यापकी इति अस्ति. अभिधेयत्व अभावः तदेव नास्ति खलु, अभिधेयत्व तर्हि अभिधेयत्व अभावमादाय यत्किमपि अग्रे वक्तव्यमस्ति तत्सर्वम् अनर्थकं भवति. आमाम् अस्तु, तदेव नास्ति खलु. आम् तत् साधु, अभिधेयत्व अभावः नास्ति इति तत् साधु. पुनः अत्र वर्गे एकं पदम् अलीका इति पदम्, अलीका इत्युक्ते फिक्टिशियस् नान् एक्सिस्टेण्ट्. तर्हि साध्य अभावव्यापकीभूत इति, साध्य अभावः अभिधेयत्व अभावः, ओ तत् सर्वत्र अभिधेयत्वं सर्वत्र अस्ति. तर्हि अभिधेयत्वस्य अभावः अप्रसिद्धः इति किमपि नास्ति, तादृशमपि नास्ति. तर्हि तत् अधीना तत् आधारेण यत्किमपि अस्ति तदपि फिफ्टिशस् भवेत् खलु. आमाम् आम् महोदय, अत्र एकनिमिषम् अहं अभिधेयत्व अभावः कुत्रापि नास्ति, तत् तत्तु सत्यमेव. किन्तु यदि किन्तु तत् वाक्यं एकनिमिषं सत्यमिति मत्वा किञ्चित् अग्रे गच्छामः, अभिधेयत्व अभावव्यापकीभूत अभावः प्रत्येक अस्माकं वाक्यमस्ति घट अभिधेयः प्रमेयत्वमस्ति, तत्र अभिधेयत्वम् एव साध्यः. प्रमेयत्वम् एव हेतुः अस्ति. प्रथमं हेत्वाभावः नास्ति एव खलु. हेतु इत्युक्ते अत्र प्रमेयत्वात् प्रमेयत्वम् इति कीदृशपदं प्रमेयत्वम् इति हेतुपदं कीदृशं पदम् इत्युक्ते किं प्रश्नः मया न अवगतः. प्रमेयत्वम् इति अस्तु, प्रमेयत्वं नाम किं, कथं प्रमेयत्वम् अवगच्छामः? तस्य विषये अग्रे आगच्छति, अग्रिमे पुटे तदस्ति. ओ इदानीं केवलम् अभिधेयत्वविषये. अभिधेयत्वं अस्तु, अभिधेयत्वस्य अभावः कदापि नास्ति, कदापि नास्ति. तत् जगति सर्वत्र अभिधेयत्वं, जगति यान् विषयान् व्यक्तः अस्ति तान् सर्वान् एव तान् सर्वान् अभिधेयाः इत्युक्ते तान् ते सर्वे अपि पदवाच्ययोग्यः. आं पदवाच्ययोग्यः अस्तु. आं तद् आम् आम् अतः अभिधेयत्वं सर्वेषां पदे सर्वेषु पदेषु पदार्थेषु अस्ति एव. अस्तु, पूर्वं हि वह्नीयभावे घृते ज्ञात्वा तत्र धूमभावमपि ज्ञातवान्. अस्तु अस्तु, धूमवह्निस्थले यदि हरदे वह्नि नास्ति इति यदि वह्नि नास्ति चेत् धूमस्य अभावः अपि अस्ति इति ज्ञानं भवति. ततः तत् प्रतियोगित्वं धूमे ज्ञातमिति धूमे व्यतिरेकव्याप्तिः सुज्ञेया इति निरूपितम्. अस्तु, धूमभावः तस्य प्रतियोगित्वं धूमे अस्ति. यदि अस्तु, धूमे अस्ति, धूमभाव धूमे व्यतिरेकव्याप्तिः शून्येया इति निरूपितम्. इत्युक्ते धूमे अभावप्रतियोगित्व धूमे अभावप्रतियोगित्वम् अस्ति इति तदेव व्यतिरेकव्याप्तिः. हा, धूमाभावः अप्रसिद्धः इति नास्ति. आम्, धूमाभावः अस्ति एव. आमां जानीमः, यत्र वह्नि हृदे वह्नि अभावम् अभावः धूमाभावः. तर्हि धूमाभावस्य प्रतियोगी धूमः इति जानीमः. तस्मात् धूमे व्यतिरेकव्याप्तिः सम्भवति एव. ज्ञेय, सम्यक् उक्तं, पूर्वं ज्ञातं खलु. आमाम् आम् इति तस्मिन् उदाहरणे व्यतिरेकव्याप्तिः सम्यक् सम्भवति, यतोहि अभावः अस्ति, अभावस्य प्रतियोगी अपि अस्ति धूमे हेतौ. आम् आम् प्रकृते किम् अस्ति, प्रकृते प्रकृते साध्याभावः साध्याभावः शशविषाणवत् इति अप्रसिद्धः अप्रसिद्धः इत्युक्ते शशविषाणवत् न अप्रसिद्धः यदा यथा शशविषाणः नास्ति तदेव साध्याभावः नास्ति इत्युक्ते अभिधेयत्वस्य अभावः नास्ति इत्युक्ते विषयस्य पदवाच्यत्वं सर्वदा अस्ति एव इति सः क्वापि ज्ञातुं शक्यः इति नकरां तत्र हेत्वाभावः साध्य न सः क्वापि ज्ञातुं शक्यः इति नतरां तत्र हेत्वभावः तत् प्रतियोगित्वं वा हेतौ सम्भवति अस्तु साध्याभावः साध्यभावः नास्ति चेत् हेत्वाभावः अपि नास्ति एव अतः हेत्वाभावस्य प्रतियोगित्वं हेतौ न सम्भवति किन्तु तत्र हेत्वभावः इति उक्तं तत् मुद्रणदोषं वा न चेत् अहं सम्यक् न अवगतवती हेतु अभावः एव ओ आमामां सत्यं हेत्वा तत्र सन्धि अभवत् आम् हेत्वभावः हेत्वभावः अस्तु नितरां नितराम् इति भिन्नः शब्दः नतराम् इति कथम् अवगतम् अत्र तत्र नितरां सुतराम् इति अतीव खलु अतीव सम्यक् बहु नतराम् इत्युक्ते न कदापि निश्चयेन न भवति अस्तु तादृश हेतु अभावः तस्य प्रतियोगित्वं हेतौ एव न भवति यतोहि तर्हि अत्र पश्यतु अत्र यत्र यत्र वह्नि अभावः तत्र धूमाभावः इति वाक्यमस्ति खलु व्यतिरेकव्याप्तिवाक्यम् अत्र यत्र यत्र साध्य किम् अभिधेयत्व अभावः तत्र प्रमेयत्व अभावः इति वाक्यं भवेत् किन्तु अभिधेयत्व अभावः न कुत्र भवति न कदा भवति तर्हि तादृशवाक्यं वाक्यस्य अर्थः न भवति शशविषाणव यत्र यत्र शशशृङ्गः तत्र तत्र शशः इति वक्तुं शक्नुमः वा यत्र शशविषाणः एव अलीकपदमस्ति काल्पनिकपदमस्ति काल्पनिकः अस्ति तथा अभिधेयत्वस्य अभावः अपि काल्पनिकः तथा नास्ति न भवति तर्हि तत् आधारेण किमपि व्याप्तिवाक्यं न वक्तुं शक्नुमः अतः इत व्यतिरेकघटितव्याप्तिविग्रहवाक्यं न सम्भवति तस्मात् अयं हेतुः केवल अन्वयी व्यतिरेकव्याप्तिवाक्यं न वक्तुं शक् अनर्थकं भवति न वक्तुं शक्नुमः तथा अभावाधार प्रश्नः अधुना किञ्चित् भ्रमः जातः इत्युक्ते प्रत्यक्षं घटः एव खलु घटः वा पटः वा कमपि विषयः प्रत्यक्षमस्ति तदेव तदेव तत् घटः इति स्वीकुर्मः चेत् घटः घटे अभिधेयत्वम् अस्ति प्रमेयत्वम् इति हेतु कथम् अवगच्छामः समीन् तत्र हेतुः किम् तत्र हेतु अस्ति वा ऐ मीन् इति मम प्रश्नः हेतु आवश्यकं वा हेतु अस्ति वा इति अत्र घटः घटस्य प्रत्यक् घटः ज्ञानस्य विषयः भवति खलु आम् प्रत्यक्षज्ञानस्य विषयः तस्मात् प्रमेय तस्य प्रमेयत्वम् अस्ति प्रमेयत्वम् इत्युक्ते किं ज्ञानयोग्यता ओ अस्तु अस्तु ज्ञानयोग्यता ओ तदेव ज्ञानविषयत्वम् इति अस्तु अग्रे आगच्छति अग्रिमे पुटे पठामः इदानीं समयानन्तरं ज्ञानस्य विषयत्वम् एव प्रमेयत्वम् अस्तु अधुना अवगतम् यस्य यस्य पद यस्य पदार्थस्य ज्ञानमेव नास्ति तत्र किं तत्र प्रमेयत्वमपि नास्ति किन्तु तत्र अभावस्य अपि ज्ञानमस्ति खलु यथा वदामि घटपट इति पदार्थस्य अभावः इति किमपि नास्ति तादृशवस्तु किमपि नास्ति तर्हि अभावः अपि ज्ञानस्य विषयः एतत् पदार्थः न अस्ति तदपि ज्ञानमस्ति खलु अभावः अपि एकविधं ज्ञानम् अस्तु रामप्रिया भगिनी सर्वं साधु अस्ति वा अस्मिन् परिच्छेदे आं महोदय किञ्चित् दीर्घा चर्चा वर्गे जाता इत्यस्मात् पृच्छामि सम्यक् सर्वम् आम् आं महोदय अस्तु अग्रे पठतु भगिनी रामप्रिया भगिनी एवंविधः एवंविधः सर्वत्र विद्यमानः पदार्थः एव केवल अन्वयी इति शास्त्रे व्यवह्रियते किं तस्य केवल अन्वयित्वं नाम न तस्य क्वापि अत्यन्त अभावः भवति तर्हि यदा नित्यत्वपरिष्कारे पदार्थान्तर ध्वंसम् आधाय तत् प्रतियोगित्वमेव नित्यत्वं गगनादौ दर्शितम् तत् अप्रतियोगित्वमेव नित्यत्वं गगनादौ दर्शितं पुटसङ्ख्या 39 तद्वदेव इहापि आद्यं किम् अस्ति घटादौ वा घटादि अस्तु घटादि यकारः अस्तु अभावम् आदाय घटादि अभावः यथा हेतु अभावः तत् अवकार किं तत्र किं तत्र किं नाम सन्धि एचो अवयव एचो अवयवः इति अस्ति खलु घटादि इति उक्तवान् किल महोदय इकार अकारयोः एव किल एचो अयवायावः यान्तवान्तादेशसन्धि आम् आम् सत्यं सत्यं घटादि अभावम् आधाय तादृश अभावस्य यत् प्रतियोगित्वं तद् अभावः अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम् अस्तु अस्तु एवंविधः इत्युक्ते एतद् यद्वयं दृष्टवन्तः इदानीं किल तद् अप्रसिद्धः इति अभिधेयत्वसाध्य अभावस्य अप्रसिद्धत्वं तत्र एव केवल अन्वयी इति सम्भव्यते किम् अन्तिमवाक्यम् एकवारं पठामि अतः इह व्यतिरेकघटितव्याप्तिग्रहः न सम्भवति इति अयं हेतुः केवल अन्वयी इति कथ्यते तदेव एवंविधः यद् हेतौ वयं यद् क्षम्यतां तद् अभावः साध्य अभावः व्यतिरेकघटितव्याप्तिग्रहः न सम्भवति इति यद् वयम् उक्तवन्तः तदेव केवलान्वयी तदेव एवंविधः सत्यं वा अग्रे पठतु एवंविधः सर्वत्र विद्यमानः पदार्थः एव केवलान्वयी इति शास्त्रे व्यवह्रियते सर्वत्र विद्यमानः पदार्थः अस्माकम् अभिधेयत्वम् एतादृश सत्यम् एवं वेदः इत्युक्ते मम चिन्तने एतादृशपदार्थः अविधेयत्वं तादृशपदार्थः यः सर्वत्र विद्यमानः एवंविधपदार्थः किम् एव केवलान्वयी इति तस्य नामकरणं शास्त्रे तस्य नामकरणमेव केवलान्वयी यद् सर्वत्र विद्यते इति किं तस्य केवल अन्वयित्वं नाम इत्युक्ते तत्र न तस्य क्वापि अत्यन्त अभावः भवति अस्तु इत्युक्ते केवल अन्वयी एव अस्ति तस्य अभावः न भवति इति कृत्वा तत्र केवलं केवल अन्वयित्वं नास्ति इति वा न केवलान्वयित्वम् अस्ति केवलान्वयित्वम् इत्युक्ते केवलान्वयित्वम् इत्युक्ते किं यत्र कुत्रापि अत्यन्तभावः न भवति अभावः चतुर्विधम् अस्ति खलु कीदृशं वदति वा अत्यन्त अभावः प्रागभावः तदेव तद् यदा घटस्य पतनम् अभवत् चेत् तस्य नाशः भवति इति अन्योन्य अभावः अत्यन्त अभावः प्रागभावः एकं विस्मृतवती प्रध्वंसभावः प्रध्वंसमेव प्रथमं किं प्रध्वंसभावः प्राग् घटस्य उत्पत्तिः भवति तत्र प्रागभावः पूर्वं घटं नासीत् इदानीम् अस्ति प्रागभावः प्रध्वंसभावः यथा भवती उक्तवती घटः नष्टः तृतीयः अन्योन्य अभावः घटे घटे पटौ नास्ति पटे घटौ इति अन्योन्य अभावः चतुर्थम् अत्यन्त अभावः यत्र प्रतियोगित्वस्य आनयनेन अभावस्य नाशः भवति यत् प्रतियोगित्वम् अस्ति तादृश अभावः अत्यन्त अभावः अस्तु न तस्य क्वापि अत्यन्त अभावः भवति किमर्थम् इत्युक्ते इदानीं प्रतियोगित्वमेव नास्ति तस्य अभावः एव नास्ति अतः अत्यन्त अभावः न भवति कुत्रापि न भवति अस्तु तर्हि यथा नित्यत्वपरिष्कारे पदार्थान्तरध्वंसम् आधाय तत् अप्रतियोगित्वमेव नित्यत्वं गगनादौ दर्शितं तर्हि अस्तु इदानीं तस्य अत्यन्त अभावः एव नास्ति यदि तस्य अत्यन्त अभावः एव नास्ति तर्हि तथा यथा नित्यत्वपरिष्कारे पदार्थान्तरध्वंसम् आधाय ध्वंसमादाय अवगच्छति पदार्थस्य ध्वंसमादाय परिष्कारं कृत्वा सप्तमी तत् प्रतियोगित्वम् आं महोदय नवत्रिंशतितमे पुटे एकवारं पश्यतु नवत्रिंशत् आं गगनम् नित्य अनित्य तथा अन्तिमपरिच्छेदे स्थूलाक्षरैः अस्ति नित्य अनित्या च नित्य परमाणुरूपा अग्रे पठतु नित्य परमाणुरूपा अनित्य कार्यरूपा इति यस्य उत्पत्तिः नास्ति अर्थात् प्रागभावो न भवति एवं ध्वंसोऽपि न भवति सः नित्यः यथा आकाशः आम् नहि तस्य प्रागभावः ध्वंसो वा वर्तते आम् आकाशस्य प्रागभावः अपि नास्ति ध्वंसः अपि नास्ति सः नित्यः यस्य प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च सः अनित्यः अस्तु इदानीं पश्यतु अत्र यथा उदाहरणं यथा नित्यत्वस्य निरूपणे किम् उक्तं नित्यत्वम् इत्युक्ते यस्य उत्पत्तिः नास्ति ध्वंसः नास्ति तर्हि पदार्थान्तरम् अनित्यपदार्थे किम् अस्ति तत्र ध्वंसम् अस्ति तत्र प्रतियोगित्वम् अस्ति अनित्यपदार्थेषु पदान्तरेषु ध्वंसः भवति उत्पत्तिः भवति अत्र किं ध्वंसमुक्तं ध्वंसम् आदाय नित्यत्वे अप्रतियोगित्वम् अस्ति इति उक्तं यथा अनित्यवस्तुषु ध्वंसं भवति तस्मात् प्रतियोगित्वं भवति तथा नित्यत्वे अप्रतियोगित्वं नित्यत्वे अप्रतियोगित्वम् आम् अनित्यत्वम् अनित्यत्वं स्वीकृत्य नित्यत्वं साधितं यथा अनित्यवस्तुषु ध्वंसः अस्ति प्रतियोगित्वम् अस्ति तथा अप्रतियोगित्वं नित्यवस्तूनि अस्ति दिस् इस् अन्लैक् दट् इति साधितं नित्यत्वं यथा अनित्यत्वपदार्थेषु ध्वंसः भवति उत्पत्तिः भवति प्रतियोगित्वं भवति तथा तादृश अत्र अप्रतियोगित्वं भवति नित्यवस्तूनाम् इति नित्यत्वं गगनादौ दर्शितं साधितम् गगनादौ दर्शितम् आम् अस्तु पदार्थ अन्तरम् उदाहरणं स्वीकृत्य इत्युक्ते अनित्यवस्तु तस्य उदाहरणेन उक्तम् ओ तथा अत्र नास्ति यथा तत्र अस्ति अनित्यत्वे अस्ति तस्य आकाशे नास्ति आकाशस्य ध्वंसः न भवति तस्मात् तस्य अप्रतियोगित्वमेव न भवति तर्हि अत्यन्ताभावः यस्य न भवति तस्य अप्रतियोगित्वम् एव भवति तस्य तस्य अप्रतियोगित्वमेव भवति प्रतियोगित्वं नास्ति अत्र मुख्यविषयः नित्यत्वस्य प्रसारणे निरूपणे अनित्यपदस्य उदाहरणं स्वीकृत्य नित्यत्वं प्रदर्शितं तथा एव अत्र तद्वत् एव इह अपि घटादि अभावम् आदाय घटादि अभावम् आदाय तादृश अभावस्य यत् प्रतियोगित्वं तद् अभावः अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम् यदा वयं तत्र दृष्टवन्तः तादृशमेव घटादि अभावम् आदाय घट पट पुस्तक अभावं तद् आदाय तादृश अभावस्य यत् प्रतियोगित्वम् इत्युक्ते घटादि अभावस्य यत् प्रतियोगित्वम् अस्ति तद् अभावः तदेव तादृशम् एव तद् अभावः अभिधेयत्वे अपि अस्ति इति अभिधेयत्वं केवलान्वयी इति वयं साधनीयम् अत्र घटे पटे पुस्तके अभावः भवति तस्य प्रतियोगित्वम् अपि भवति अत्र प्रतियोगित्वस्य अभावः अस्ति अभिधेयत्वे यथा नित्यम् अनित्यं भिन्नपद यथा तत् भेदः अस्ति तादृशभेदः अत्र अस्ति घटम् अभिधेयत्वम् अतः अत्र प्रतियोगित्वस्य एव अभावः अस्ति तद् अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम् यस्य पदार्थस्य अत्यन्त अभावः न भवति अभावः न भवति चेत् प्रतियोगित्वमपि न भवति खलु तद् करेक्ट् ते सर्वे केवल अन्वयी, तत्र केवल केवल अन्वयित्वमेव भवति. व्यतिरेकः तत्र न भवति. व्यतिरेकः इति अभावः, अभावव्यापकीभूतः किमपि न वक्तुं शक्नुमः. अभावः एव प्रसिद्धः. लक्ष्मी भगिनी साधु, सरला भगिनी साधु. महोदय श्रूयते वा? श्रूयते खलु साधु, अस्मिन् परिच्छेदे किम् उक्तं तत्? आम् आं साधु, आं साधु महोदय, इत्युक्ते आकाश उदाहरणम् आकाशः नित्यमस्ति, तस्य अप्रतियोगित्वम् इत्युक्ते तस्य प्रतियोगित्वस्य अभावः अस्ति. तथैव अभिधेयत्वस्य अभावः अपि अहं सम्यक् न वक्तुं शक्नोमि. किञ्चित् अवगतं किन्तु सम्यक् न वक्तुं शक्नोमि महोदय. अत्र अत्र किम् अस्ति, कथम् अत्र अभिधेयत्वविषये साधनीयं केवलान्वयित्वम् इत्युक्ते, यथा नित्यवस्तु निरूपणे परिष्कारे पदार्थ अन्तरस्य ध्वंसमादाय, नित्यवस्तुनः ध्वंसः न भवति किन्तु घटस्य ध्वंसः भवति. यथा घटस्य ध्वंसः भवति तर्हि घटे प्रतियोगित्वम् अस्ति, तादृशध्वंसः अत्र नास्ति, नित्यत्वे नास्ति इति वदति. तस्मात् अप्रतियोगित्वम् एव भवति नित्यवस्तु नित्यवस्तूनां. यथा यथा यथा वदति किं कथं वदामि, यथा मृगस्य किं पुच्छः अस्ति, कोऽपि वद ओ यथा पक्षिणः पुच्छः नास्ति तथा मृगाणां पुच्छः अस्ति इति. अपरपदार्थेषु यस् अभावः अस्ति तथा अत्र नास्ति इति वक्तुमिच्छति. यथा यथा अनित्यवस्तूनां ध्वंसः भवति इत्यस्मात् प्रतियोगित्वं भवति, तथा नित्यवस्तु न तु तथा न भवति इति साधयति. कम्पेरिसन् कृत्वा, आपोसिट् कम्पेरिसन् कृत्वा साधयति. तथा एव यथा घटेषु अभावः भवति घटपटेषु, तथा अपि च अभावस्य प्रतियोगित्वं भवति, तथा अभिधीयते तथा नास्ति इति वदति महोदय. परमाणु उदाहरणमपि सम्यक्, परमाणुषु अपि गगनादौ नित्यत्वम् अस्ति, भिन्न उदाहरणं परमाणवः एव अपि तथा खलु, तेषाम् अभावः न भवति. खलु आम् अस्तु. अन्तिम अन्तिम पङ्क्त्यां घट अभावम् आदाय तादृश अभावस्य यत् प्रतियोगित्वं तदभावः अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम्. तत्र अत्र तदभावः इत्युक्ते प्रतियोगित्वस्य अभावः खलु, प्रतियोगित्वस्य अभावः अभिधेयत्वे अस्ति इति साधनीयम्. अभिधेयत्वे अभिधेयत्वे प्रतियोगित्वस्य अभावः अस्ति इति साधनीयम्. इत्युक्ते अभिधेयत्वम् इति पदार्थः आकाशवत् नित्यमस्ति इति. नित्यमस्ति इति न जानामि, किन्तु अस्तु नित्यमिति न अस्तु तादृश तत्र नित्यत्वम् इति भिन्नपद भिन्नम् अस्ति भिन्न अर्थः अस्ति तत्र खलु किन्तु अत्यन्त अभावः न भवति इति अस्तु अभिधेयत्वे स्वस्य अत्यन्ताभावना अस्ति तस्य स्वस्य प्रतियोगित्वं न भवति अभिधेयत्वे यथा नित्यप्रदार्थो स्वस्य अभावः न भवितुं शक्नोति परमाणु स्वस्य अभावः न भवितुं शक्नोति अथ तथैव अभिधेयत्वं ये अपि स्वस्य अभावः न भवितुं शक्नोति सो कथं साधनीयं तत्र अभावः अस्ति तस्य अन्यपदार्थानाम् अभावस्य अप्रतियोगित्वम् इति आदाय तस्य केवलान्वयी इति साधनीयं भवति भगिनी पठतु सरला भगिनी घटे घटे तु पटाभावप्रतियोगित्वं यद्यपि नास्ति तथापि स्व अभावप्रतियोगित्वं सुतराम् इति न सः तथा केवलान्वयी एवमेव पटादौ द्रष्टव्यम् अतः एव शास्त्रे एतेषां व्यतिरेकी इति व्यवहारो दृश्यते येषां हि अभावः प्रसिद्ध्यति अभिधेयत्वं तु न तथा इति तस्य केवलान्वयित्वम् इति प्राक् उक्तमेव पूर्वपद प्रथमं वयं दृष्टवन्तः व्यतिरेकव्याप्तिः न भवितुं शक्नोति केवलान्वयी पदार्थे द्वितीयपरिच्छेदे वयं दृष्टवन्तः यथा नित्यपदार्थः अस्ति तथैव अभिधेयत्वमपि नित्यम् अस्ति तत्र अन्यपदार्थानाम् अप्रतियोगित्वं भवितुं शक्नोति किन्तु स्वस्य स्वस्य प्रतियोगित्वं न भवति अतः तत् केवलान्वयति अत्र तृतीयबिन्दुः अस्ति यथा पटाभावे अत्यन्ताभावप्रतिपटे प्रतियोगित्वम् अस्ति यथा घटे घटाभावप्रति प्रतियोगित्वम् अस्ति किन्तु तस्य स्वभावप्रतियोगित्वं यदि अस्ति तत्र केवलान्वयी न भवितुं शक्नोति कारणं तत्र यदि घटा यत्र अभावः वर्तते तत्र व्यतिरेकव्याप्तिः अपि वयं साधितुं शक्नुमः सो घटपटादौ इति उदाहरणं स्वीकृत्य अत्यन्ताभावस्य प्रतियोगित्वम् अस्ति तेषां पदार्थानां प्रति किन्तु वैलक्षणम् अस्ति अभिधेयत्वे अभिधेयत्वं नित्यम् अस्ति अपि तस्य स्वस्य अत्यन्ताभावः नास्ति तस्य अप्रसिद्धित्वात् यथा शश किमस्ति विशारं कीदृश तत् यथा पूर्वम् उक्तवन्तः इति भवति केवलान्वयी तृतीयबिन्दुः अस्ति यथा वयं पूर्वं परिच्छेदे दृष्टवन्तः स्वस्य प्रतियोगित्वं नास्ति किन्तु अप्रतियोगित्वम् अन्येषां प्रति अस्ति तथैव यदि वयं पट स्वीकुर्मः पटे तस्य प्रतियोगित्वम् अस्ति अन्य अप्रतियोगित्वं तत् दलं यदि स्वीकृत्य घटस्य अप्रतियोगित्वं पटे अस्ति इति तत् दलस्य सार्थकं कथम् आनेतुम् अभिधेयत्वम् तस्य जलस्य इति अत्र दत्तमस्ति साधनं रामप्रिया भगिनि स्वशब्दैः वदति वा आं महोदय अत्र पूर्वस्मिन् परिच्छेदः कोऽपि संशयः वदति ओ किं पूर्वमुक्तम् अभिधेयत्वे अप्रतियोगित्वम् अस्ति इति उक्तं खलु कोऽपि वदति ओ घटे अपि अप्रतियोगित्वम् अस्ति कथं पटाभाव अप्रतियोगित्वम् अस्ति घटे साधु तस्य निवारणम् अत्र उक्तम् घटे तु पटाभाव प्रतियोगित्वं यद्यपि नास्ति इति दत्तमस्ति अभिधेयत्वे प्रतियोगित्वं नास्ति इति उक्तं खलु घटे अपि अभावप्रतियोगित्वं नास्ति कीदृश अभावप्रतियोगित्वं पट अभावप्रतियोगित्वं नास्ति तत् सत्यं घटे पटाभावप्रतियोगित्वं नास्ति परन्तु तस्य घटस्य स्वस्य अभावप्रतियोगित्वं तु सुतराम् तरामिति न सः तथा ए केवल अन्वयि किमर्थं न अस्ति स्वस्य अभावः तु घटे न इति पदं केवल अन्वयि इति पदेन गच्छति सुतरामिति न इति स तथा न केवल अन्वयि अस्तु न सुतरामिति न सः अस्तु अतः घटः केवल अन्वयि न तादृशं द्रष्टुं किमर्थं यतोहि घटे स्वस्य अभावस्य प्रतियोगित्वं तु प्रसिद्धः खलु घटाभावस्य प्रतियोगित्वं तु घटे अवश्यम् अस्ति अस्ति एवमेव पटादौ अपि स्वस्य प्रतियोगित्वं स्व अभावप्रतियोगित्वं तु अस्ति एव अतः तदपि केवल अन्वयी इति न भवति अतः एव शास्त्रे एतेषां व्यतिरेकी इति व्यवहारे अतः एव तस्य व्यतिरेक व्यतिरेकी इति नाम्ना जायते घटपटादौ तस्य तु व्यतिरेकी इति व्यवहारे दृश्यते अभावः किमर्थम् इत्युक्ते तस्य अभावः प्रसिद्धः अस्ति अतः केवल अन्वयी इत्यस्मिन् श्रेण्यां तद् न आगच्छति घटपटादौ तत्र न आगच्छति परन्तु अस्माकम् अभिधेयत्वं तु न तथा तादृशं नास्ति इत्युक्ते व्यतिरेकी नास्ति तस्य केवल अन्वयित्वमेव यदा प्रागुक्तं यदा वयं पूर्वं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः तत्र तस्य केवल अन्वयित्वमेव भवति न व्यतिरेकी यतोहि तस्मिन् स्वभाव तस्मिन् प्रतियोगित्वस्य अभावः अस्ति तद् अभावः स्वभावप्रतियोगित्वं नास्ति अभिधेयत्वे स्व अभावप्रतियोगित्वं न भवति यथा घटे भवति यथा घटे तस्मात् साधु लक्ष्मी भगिनी साधु अस्तु एवमेव प्रमेयत्वरूपहेतुरपि ज्ञातव्यः प्रमा च यथार्थज्ञानम् ईश्वरीयज्ञानं भवति तथाविधं तद्विषयत्वं च प्रमेयत्वं तदपि घटे पटे मठे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयि तदभावोऽपि तर्हि अप्रसिद्धः अतः हेत्वभावघटिता व्याप्तिः ज्ञातुं न शक्यते तदेतत् सर्वं मनसि निधाय उक्तं सर्वस्य एव प्रमेयत्वात् अभिधेयत्वाच्च अस्तु यथा अभिधेयत्वस्य स्वरूपं पठितवन्तः तदेतत् तत्वतेव तद्वदेव प्रमेयत्वरूपमपि प्रमेयत्वरूपं यत् हेतुः अस्ति अभिधेयत्वस्य हेतुः अस्ति तदपि ज्ञातव्यः प्रमा च यथार्थज्ञानं प्रमा इत्युक्ते यथार्थज्ञानं यथार्थज्ञानं कथम् अवगच्छामः महोदय यथार्थ इति पदं पूर्वं दृष्टवन्तः इति जानामि इत्युक्ते तस्मिन् तद् दृष्टिः यथा सुवर्णे किं रजति किमस्ति उदाहरणं रजति रजतं ज्ञानं अस्तु यथार्थज्ञानं तत्र उदाहरणमासीत् खलु तत्र शेल् तत्र रजतं किम् आसीत् तत्र अन्यपदार्थे वेदान्ते किं श्रुक्ति किमपि श्रुक्ति रजतवत् दृश्यते और तत् अयथार्थज्ञानम् अतस्मिन् तद् बुद्धिः इति अस्तु ईश्वरीयज्ञानं भवति तथाविधम् ईश्वरस्य ज्ञानमपि यथार्थज्ञानं भवति अत्र भगे उक्तं वदतु किं वक्तुमिच्छति भगिनि न महोदय भवान् क्वचित् वदतु अत्र प्रश्नः उदेति ईश्वरीयज्ञानं भवति यथार्थज्ञानं तर्हि अस्माकं ज्ञानं तथा न भवति वा भवति अस्माकं ज्ञानम् इत्युक्ते ओ ईश्वरीयज्ञानम् ईश्वरज्ञानम् इति ईश्वरस्य ज्ञानं न तु ईश्वरस्य ज्ञानं न तु ईश्वर ईश्वरं प्रति ज्ञानम् न ज्ञानं यस्य विषयः ईश्वरः न तथा अस्तु यत् ज्ञानम् ईश्वरे अस्ति तत् यथार्थ तर्हि प्रश्नः उदेति अस्माकं भवत्या प्रश्नः समीचीनः ईश्वरी इत्युक्ते नाट् ईश्वर नाट् द नालेज् आफ् ईश्वर कथं वदामि ज्ञानस्य विषयः ईश्वर इति न ईश्वरे यत् ज्ञानमस्ति तत् सर्वं तद् यथार्थज्ञानम् इति उक्तं तर्हि अस्माकं ज्ञानं यथार्थज्ञानं नास्ति वा इति प्रश्नः उदेति चेत् अस्माकं ज्ञानम् अल्पज्ञानं वयं किञ्चित् जानीमः किन्तु न सर्वं जानीमः परमाणुविषये अस्माकं प्रत्यक्षं सर्वं नास्ति किन्तु ईश्वरस्य ज्ञानं सर्वं परमाणुमपि ईश्वरस्य ज्ञानस्य विषयः भवति इति वक्तुमिच्छति सर्वज्ञानी ईश्वरः सर्वज्ञानी अस्तु तद्विषयत्वं च प्रमेयत्वं तद्विषये अस्तु इत्युक्ते तद्विषयत्वं तत् इत्युक्ते प्रमायाः विषयत्वम् एव प्रमेयत्वं खलु तद्विषयत्वं च प्रमेयत्वं यथार्थज्ञानस्य विषयत्वमेव प्रमेयत्वम् अपि च ईश्वरीयज्ञानस्य विषयत्वं प्रमेयत्वम् ओ ईश्वरीयज्ञानस्य विषयत्वमेव प्रमेयत्वं सर्वं समानं यद् भवती उक्तं तत् साधु एव अस्तु तदपि घटे पटे मठे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयी अत्र पुनः तद् इत्युक्ते ईश्वरीयज्ञानम् ईश्वरीयज्ञानं नो ईश्वरीयज्ञानं प्रमेय तदुच्यते प्रमेयत्वम् इति मन्ये प्रमेयत्वमपि प्रमेयत्वं घटे पठे मठे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयी प्रमेयत्वमपि केवल यथा अभिधेयत्वं केवलान्वयी प्रमेयत्वमपि केवलान्वयी इत्युक्ते तत् प्रमेयत्वं जगति सर्वत्र वर्तते घटे पटे मठे अतः तदपि केवलान्वयी भवति तदभावो अपि तर्हि अप्रसिद्धः प्रमेयत्वस्य अभावः अपि अप्रसिद्धः अस्तु यथा ईश्वरः सर्वज्ञानी तर्हि ईश्वरस्य ज्ञानस्य विषयः सर्वं खलु विषयत्वम् एव प्रमेयत्वम् विषयत्वमेव प्रमेयत्वं तर्हि प्रमेयत्वं सर्वत्र अस्ति यतो ईश्वरः सर्वं जानाति अत्र किमर्थम् अस्तु ईश्वरीयज्ञानं भवति तथाविधम् अस्तु प्रमेयत्वस्य निरूपणार्थम् ईश्वरीयज्ञानं आनीतं खलु ईश्वरीयज्ञानं यथार्थज्ञानं ईश्वरीयज्ञानं यत् ज्ञानं वयं कथं जानीमः ईश्वरस्य ईश्वरी कीदृशज्ञानमस्ति वयं वयं कथं जानीमः? ईश्वरः सर्वज्ञानी इति पूर्वं स्वीकृतम्. अत्र यथा पूर्वं यथा घटकारः घटज्ञानी, तस्मिन् घटज्ञानम् अस्ति खलु. घटकर्तुः घटज्ञानं, पटकर्तुः पटज्ञानं, तर्हि सर्वस्य कर्ता ईश्वरः, तर्हि तदा सर्वज्ञानी भवेत् खलु. तथा एव सर्वकारः ईश्वरः, सर्वस्य कर्ता, तस्मात् सर्वज्ञानं तस्मिन् भवेत्. अस्तु, इत्युक्ते यस्य सर्वज्ञानम् अस्ति सः एव ईश्वरः इति. अस्तु, किन्तु अस्तु, प्रमेयत्वम् इति अहं चिन्तितवती प्रत्येकं विषये प्रमेयत्वम् अस्ति इति, विषयत्वात् प्रमेयत्वं पूर्वं. अस्तु, तर्हि ज्ञानस्य विषयः सर्वत्र भवति खलु. आमां, यः सर्वज्ञानी अस्ति तस्मिन् सर्वेषां यथार्थज्ञानानां विषयत्वं तस्मिन् भवेत्. आं, सत्यम्, आमां, तथा एव. अस्तु, तदभावः अपि अस्ति. अस्तु, अस्तु, अग्रे पठामि, पुनः पुनः प्रयत्नं करोमि. अस्तु, तलभावो अपि तर्हि अप्रसिद्धः. तलभावो इत्युक्ते तलभावो इत्युक्ते विषयत्वस्य अभावः, प्रमेयत्वस्य अभावः अपि तर्हि अप्रसिद्धः. अतः हेत्वाभावघटिता व्याप्तिः ज्ञातुं न शक्यते. अस्तु, हेत्वाभावघटिता व्याप्तिः इत्युक्ते यथा पूर्वस्मिन् पत्रे पूर्वस्मिन् पृष्ठे दृष्टवन्तः साध्याभावव्यापकीभूत प्रतियोगित्व प्रतियोगित्वम् एव हेत्वभावघटिताव्याप्तिः, तद् न ज्ञातुं शक्यते. तदेतत् सर्वं मनसि निधाय उक्तं, सर्वस्य एव प्रमेयत्वात् अभिधेयत्वात् च. अस्तु, सर्वस्य प्रमेयत्वात् अभिधेयत्वात् इति वाक्यं भवति. सर्वस्य सर्वेषां विषयाणां प्रमेयत्वम् अथवा विषयत्वं सर्वेषां विषयाणां विषयत्वं वा विषयत्वं विषयत्वं ज्ञानस्य विषय सर्वाः पदार्थाः ज्ञानस्य ज्ञानस्य विषयाः भवन्ति. अतः तेषां विषयत्वात् प्रमेयत्वं, प्रमेयत्वात् अभिधेयत्वः सर्वत्र भवति इत्यस्मात् तस्य अभावः प्रमेयत्वात् अभिधेयत्वात् च. यतोहि प्रमेयत्वं सर्वत्र अस्ति, सर्वेषु पदार्थेषु अस्ति, अस्माकं नास्ति चेदपि ईश्वरस्यपि अवश्यम् अस्ति, तस्मात् प्रमेयत्वस्य अभावः अप्रसिद्धः. ओ अस्तु, ओ अस्माकं नास्ति चेदपि ईश्वरस्य अस्ति, तदेव अत्र ईश्वर भ्रमः किमर्थम् आसीत् इत्युक्ते किमर्थम् ईश्वरं सः आनीतः, ग्रन्थकारः आनीतः इति मम भ्रमः आसीत्. ईश्वरं विना तत्र घटविधेयः प्रमेयत्वस्य प्रमेयत्वम् इति किम् अस्ति, यदि घटमेव स्वीकृत्य प्रमेयत्वं किम् अस्ति इति, घटं घट सदृशम् अन्य पदार्थः जगति ये सन्ति ते स्वीकृत्य कथं प्रमेयत्वं किम् अस्ति इति किमर्थं न साधयामः इति किञ्चित् भ्रमः आसीत्। अधुना कारणमस्ति, यद्यपि अस्माकं ज्ञानं नास्ति, ईश्वरः यः सर्वज्ञः यः सर्वज्ञः तस्य अस्तु तस्य ईश्वरस्य दृष्ट्या प्रमेयत्वम् अस्ति, सर्वत्र प्रमेयत्वम् अस्ति एव। यथा परमाणुः अस्माभिः न दृश्यते, किन्तु ईश्वरस्य तु ज्ञानस्य विषयः भवति परमाणुः। अस्तु, अधुना अवगतम्। तर्हि अभावः अप्रसिद्धः, तस्मात् अभावघटता व्याप्तिः तत्र तत्र किं हेतु अभावः इति न वक्तुं शक्नुमः, हेतु अभावः इति किमपि नास्ति। आम् अस्तु, तस्मात् अत्र स्थूलक्षरैः पूर्वम् अस्तु खलु, पूर्वं लिखितम् उदाहरणं केवलान्वयी इत्यस्य उदाहरणे सर्वस्यैव प्रमेयत्वात् अभिधेयत्वात् च सर्व प्रमेयत्वम् अभिधेयत्वम् इति तेषा तयोः अभावः अप्रसिद्धः, तस्मात् तत्र केवलं केवलान्वयित्वं भवति। रामप्रिया भगिनी साधु सरला भगिनी, प्रश्नः अस्ति वा, साधु अस्ति वा? साधु महोदय। अस्तु, तर्हि अन्य प्रश्नः अस्ति वा किमपि? तावदेव पठितम्। अस्तु महोदय, सः सारांशेन यदि घटः स्वीकरोमः चेत् घटे घटः एव अधिकरणः पक्षः, तस्मिन् घटः ज्ञानस्य विषयः भवति, तस्मिन् तदेव प्रमा इति उच्यते। ज्ञानस्य विषयत्वात् तस्मिन् पदवाच्ययोग्यत्वमपि अस्ति, अतः इत्युक्ते अभिधेयत्वम् अस्ति, अभिधेयत्वं प्रमेयत्वं घटे अस्ति इत्युक्ते अहं तत्र कथं प्रमेयत्वं हेतु अभिधेयत्वं साध्यः इति अवगन्तुं प्रयत्नं करोमि। इत्युक्ते तौ अभिधेयत्वं प्रमेयत्वं तौ स्वतन्त्र पदार्थाः न इति, किन्तु तयोः मध्ये व्याप्तिः अस्ति, प्रमेयत्वात् अभिधेयत्वम् अस्ति इति कथम् इति अवगन्तुं प्रयत्नं करोमि। कुर्वन्ति स्म अत्र पश्यतु, यत्र यत्र अभिधेयत्वं क्षम्यतां, यत्र यत्र प्रमेयत्वं हेतुः तत्र अभिधेयत्वम् इति वाक्यं भवति खलु। आमां, यत्र यत्र पदार्थस्य ज्ञानं भवति, यदा कोऽपि नूतनं इन्सेक्ट् डिस्कवर् करोति आफ्रिका, तर्हि सः नामकरणं करोति खलु। आं सत्यम्, आं तद् प्रमेयत्वं भवति, ज्ञानस्य विषयः भवति, अनन्तरं सः वदति एतस्य नाम एवं भवतु इति अभिधेयत्वं सः करोति। प्रमेयत्वं भवति चेत् पदवाच्यत्वं भवेत्, आम् अस्तु महोदय, अधुना समीचीनम्. अस्तु, धन्यवादः, शुभरात्रिः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. भगिनी नमस्ते.